नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्त प्रेरणार्थे निच् इत्यस्मिन् विषये. प्रयोज्यकर्तुः कर्मत्वं कदा भवति इति विषयः जायमानः अस्ति. तत्र अस्माभिः नूतनसूत्रम् अधीतं, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ इति सूत्रम्. सामान्यतया प्रयोज्यकर्तुः कर्तृत्वमेव भवति, अतः तृतीयविभक्तिः एव विधीयते. परन्तु केषुचित् स्थलेषु प्रयोज्यकर्तुः कर्मत्वं भवति. निजन्तव्यापारे कर्ताद्वयं भवति, प्रयोजककर्ता प्रयोज्यकर्ता इति. प्रयोज्यकर्तुः सामान्यतया तृतीयविभक्तिः एव भवति, परन्तु केषुचित् स्थलेषु प्रयोज्यकर्तुः कर्मत्वं भवति, तदा कर्मणि द्वितीया इति द्वितीयविभक्तिः भवति. द्वितीयविभक्तिं प्राप्तुं कर्मसंज्ञायाः विधानं तत्तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणीकर्तासनौ इति सूत्रेण भवति. तत्र गत्यर्थकदातवः, बुद्ध्यर्थकदातवः, प्रत्यवसानार्थकः इत्युक्ते भोजनार्थकः, शब्दकर्मकः, अनन्तरम् अकर्मकदातुः अस्ति चेत् तत्र प्रयोज्यकर्तुः कर्मत्वं भवति इति ज्ञातं. तत्र गत्यर्थकधातूनाम् उदाहरणानि अपि अस्माभिः दृष्टानि, अनन्तरं बुद्ध्यर्थकधातूनाम् उदाहरणानि अपि अस्माभिः दृष्टानि. तत्पश्चात् तत्र शब्दकर्म कर्मकदातवः इति एकवारं पश्यामः. शब्दकर्मकदातवः इति तत्र अरविन्द महोदय आरब्धुमिच्छति वा? शब्दकर्मक दातवः शब्दकर्म शब्दकर्मकारकं येषाम् अर्थात् यस्य धातोः कर्मकारकं शब्दः अस्ति सः शब्दकर्मकः. एतादृशस्य अर्थस्य स्वीकारे क्रन्दयति, वादयति, वाययति, शब्दाययति, जल्पयति इत्यादीनां ग्रहणं न भवति, यतोहि एते धातवः शब्दक्रियकाः भवन्ति. शब्दक्रियकः नाम शब्दं करोति इत्यर्थः. शब्दकर्मकः इत्युक्त्वा शब्दक्रियकस्य ग्रहणं नास्ति. अत्र शब्दकर्मक इत्युक्ते शब्दं कारकं कर्मकारकं येषां ते शब्दकर्मकाः इति अस्ति. तत्र उदाहरणरूपेण क्रन्दयति, वादयति, वाययति, शब्दायति, जल्पयति इत्यादि कर्मकारकाः नास्ति, क्रियाय एव बोधयति क्रतु इति कृत्वा शब्दक्रियाक्रियकः भवन्ति इति कृत्वा कारकाः कर्मकारकाः न भवन्ति. शब्दक्रियकः नाम शब्दं करोति इति एव भवति इति कृत्वा ते कर्मकारकाः न भवन्ति. शब्दकर्मकः इत्युक्त्वा शब्दक्रियाकस्य ग्रहणं नास्ति. शब्दक्रियकः यदा उदाहरणम् अस्ति वादयति, गावयति, ते सर्वे शब्दक्रियकः अस्ति, किन्तु शब्दकर्मकः तेषां ग्रहणं शब्दकर्मकः इति वा शब्देन तेषां ग्रहणं न भवति. तत्र गुरुः शिष्यं वेदं पाठयति इति उदाहरणे पाठधातुः शब्दकर्मकः अस्ति. अन्यन्त अवस्थायां वाक्यम् अस्ति शिष्यः वेदं पठति. तत् पठति इति वाक्येन वेदं पाठयति इति पाठनक्रियस्य कर्मकारकः अस्ति वेदं. तस्य शब्दकर्मकः इति कृत्वा तत्र कर्मकारकत्वं पाठयति इति शब्दे निविष्टा भवति इति कृत्वा गुरुः शिष्यं वेदं पाठयति इति शब्दकर्मकस्य उदाहरणमस्ति. अग्रे पठतु. समीचीनं महोदय, धन्यवादः. शब्दकर्मकः इत्युक्ते वयं दातुं न पश्यामः, इदानीं पाठयति इति दातुं न पश्यामः. यदि पाठयति इति साक्षात् तत्र पाठयति इत्यस्मात् शब्दकर्म इति नास्ति. तत्र वेदम् इति अस्ति खलु, गुरुः शिष्यं वेदं पाठयति, तत्र वेदम् इति शब्दः एव शब्दः अस्ति, शब्दं जनयति, तर्हि तादृशं कर्मपदमस्ति पट् धातुः, पाट् पाटी इति धातोः, वेदमिति शब्द शब्दः शब्दरूपेण कर्म अस्ति, शब्दकर्म अस्ति, अतः पाटि इति धातुः शब्दकर्मकः अस्ति। इत्युक्ते पाटि इति धातुः तादृशमस्ति यस्य कर्म शब्दः अस्ति, अतः पाट् धातुः पाटी धातुः शब्दकर्मकः अस्ति इति कृत्वा शिष्यः इति प्रयोज्यकर्तुः कर्मसंज्ञा भवति, द्वितीयविभक्तिः भवति। इदानीं तदेव वाक्यं यदि अहं वदामि, शिष्यः पुस्तकं पठति, इदानीं निजन्तप्रयोगः कथं भवति? शिष्यः पुस्तकं पठति, तस्य निजन्त शिष्येण पुस्तकं पाठयति इति भवति। गुरुः गुरुः इति प्रयोजककर्ता गुरुः, स एव प्रेरयति, शिष्यं प्रेरयति, तर्हि गुरुः शिष्येन पुस्तकं पाठयति इति भवति खलु। किं भग्ना जाता भगिनि? गुरुः शिष्येन पाठं पुस्तकं पाठयति इति समीचीनं वा? गुरुः शिष्येन, गुरुः शिष्येन वेदं पाठयति, वेदं नास्ति, इदानीं पुस्तकं पाठयति इति अहं वदामि। पुस्तकं पाठयति इति पुस्तकं शिष्येन इति भवेत् वा शिष्यम् इति भवेत् वा? तत्र शिष्य पुस्तकमस्ति चेत् शिष्येण इति भवति न? सत्यम्। इदानीं पाठी इति धातु शब्दकर्मकः नास्ति, यतोहि पुस्तकम् इति यदा वयं वदामः तदानीं साक्षात् पुस्तकम् इत्यस्य शब्दः इति अर्थः नास्ति, शब्दं जनयति इति अर्थः नास्ति खलु। तत्र पाठी इति धातुः इदानीं शब्दकर्मकः नास्ति, परन्तु वेदः इति वदामः, वेदः तु श्रुतिः, तत्र तु एकः वदति अन्य तद् श्रुत्वा पुनः पुनरुच्चारणं करोति खलु, तदेव खलु वेदः, श्रुतिः इति वयं वदामः। तर्हि तत्र वेदः इति तु शब्दः अस्ति, शब्दं जनयति वेदः, अतः पाठी इति धातुः शब्दकर्मकः। परन्तु यदा कर्मपदम् इदानीं पुस्तकमिति वदामि, पुस्तकं पठति इति वदामि चेत् इदानीं पुस्तकं यत्र अस्ति तदानीम् इदानीं पाठी इति धातुः शब्दकर्मकः नास्ति इति भेदः अवगम्यते वा? नीनाभगिनी अवगतं वा? आं भगिनि। अस्तु, अतः गुरुः शब्दकर्म, गुरुः गुरुः शिष्यं वेदं पाठयति अथवा गुरुः शिष्येन पाठं पाठयति इति अस्ति। पाठं पाठयति इत्यत्र पाठिधातुः शब्दकर्मकः नास्ति, अतः धातुः सर्वदा शब्दकर्मकः भवति इति नास्ति, कर्मपदम् आश्रित्य शब्दकर्मकः भवति वा न वा इति अस्माभिः तत्र द्रष्टव्यं भवति। यदि कर्मपदं शब्दरूपेण अस्ति चेत् तदानीं धातुः शब्दकर्मकः, यदि शब्दरूपेण नास्ति चेत् तदानीं शब्दकर्मकः नास्ति। कदा धातुः शब्दकर्मकः भवति इति चेत् यथात्र वेदः अथवा कथा इति वृत्तम् इत्यादयः यत्र भवन्ति तत्र एव धातुः शब्दकर्मकः, अन्येषु स्तरेषु धातुः शब्दकर्मकः न भवति। यथा इदानीं क्रन्दति, वादयति, ख्वायति इत्यादीनि यानि पदानि सन्ति, क्रन्दति इति साक्षात् शब्दं जनयति खलु, क्रन्दयति अथवा क्रन्दति इति यदा अहं वदामि तदानीं तत्र साक्षात् शब्दः एव तत्र क्रिया अस्ति, अतः क्रन्दति इति यदा वदामि तदानीं तु तत्र क्रन्दयति इति वयं दृष्ट्वा तत्र प्रयोजककर्तुः कर्मत्वं वयं साधयितुं न शक्नुमः, यतोहि क्रन्दयति इति इदानीं शब्दकर्मकः नास्ति। परन्तु क्रन्दयति इत्यस्य योगे तत्र कर्मपदं शब्दरूपेण अस्ति चेत् तदानीं प्रायः वक्तुं शक्नुमः इति तत्र भेदः अस्ति। शब्दायति इत्यत्र पश्यन्तु, शब्दायति इति शब्दः एव अस्ति, शब्दायति इति उक्त्वा ओ अयं धातुः शब्दकर्मकः इति न चिन्तनीयं, यद्यपि तत्र शब्दः इति एव अस्ति तथापि अयं धातुः शब्दकर्मकः नास्ति, शब्दायति इत्यत्र शब्दमेव जनयति, तथापि अयं धातुः शब्दकर्मकः नास्ति, अतः सामान्यतया धातुं वयं न पश्यामः, परन्तु धातुः यत् कर्मपदमस्ति तत् वयं पश्यामः इति भेदः अस्ति। अस्तु, इदानीं द्वितीयम् उदाहरणं, विजयभगिनी वदति वा? किञ्चित् अनन्तरम् अहं वदामि महोदय। अस्तु, वंशीवर्णी वदतु। द्वितीय उदाहरणमस्ति, हरिः विधिं विधिं वेदम् अध्यापयत्, अधि उपसर्गपूर्वकः इङ् अध्ययने इति धातु शब्दकर्मकः, अन्यन्त अवस्थायां वाक्यमस्ति विधिः वेदम् अध्ययित्, अध्ययित् इति लङि प्रथमपुरुष एकवचने रूपमस्ति, अत्र अध्यापयत् इति अस्ति, तत्र अधि उपसर्गपूर्वकः इङ् धातु अस्ति, लङ्कारूपमस्ति, अध्यापयत् इति रूपमस्ति, तत्र तस्य कर्म अस्ति वेदं, वेदमिति शब्दकर्मकः अस्ति, कर्म यस्मिन् शब्दः अस्ति इति शब्दकर्मकः, तस्मात् कारणः अस्ति शब्दकर्मकः वेदं, वेदमिति कर्म अस्ति न, तत्र अध्यापयत् इत्यस्य शब्दकर्मकः, ओ अध्यापयति शब्दकर्मकः धातुमस्ति, क्षम्यताम्, धातु शब्दकर्मकः अस्ति, परन्तु तत्र कर्म तस्मिन् शब्दः अस्ति इति वक्तुं शक्यते वा? तत्र यस्मिन् शब्दः अस्ति तत्र शब्दकर्म इति वक्तुं शक्यते, अतः तत्र विधिमिति किम् अस्ति, विधिः इति किम् अस्ति भगिनि, तत्र विधिः हरिः विधिः इति कर्तृरूपेण उक्तमस्ति, विधिः इति कर्तृरूपेण उक्तमस्ति, तत्र शास्त्रीय उदाहरणमस्ति। अस्तु, कस्यचित् नाम नास्ति न, तत्र तु विधिमित्युक्ते किं भवति, नाम नास्ति, विधिः इति उक्तम्, तत्र यत्किमपि भवतु तत्र प्रयोजकर्ता अस्ति इति चिन्तयतु, तस्मात् कारणात् अस्तु प्रयोजकर्तुः विद्याविभक्तिः प्राप्नोति, अतः तत्र विधिम् इति भवति, हरिः इति प्रयोजककर्ता अस्ति, हरिः अध्यापयत् इति तस्य अन्वयः भवति, अतः तत्र प्रयोजकर्तुः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अनिकर्तासनम् इति सूत्रेण तत्र विधिः इति विधिं द्वितीयाविभक्तिः भवति, न तु तृतीयाविभक्ति। समीचीनं समीचीनं समीचीनं, धन्यवादः। अत्र अध्यापयत् इति इदानीं धातुः इङ् धातुः वेदमिति कर्मपदमस्ति इति कृत्वा धातुः शब्दकर्मकः अस्ति, शब्दकर्मकः धातुः इति कृत्वा प्रयोजकर्तुः कर्मत्वं गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण कर्मत्वम् इति कृत्वा द्वितीयाविभक्तिः विधिम् इति उक्तम्। अस्तु, अग्रिमं तत्र कः, मीना भगिनी वदतु। पतिः पत्नीं गीतं श्रावयति इति निजन्तरूपं, पत्नी गीत श्रूधातुः शब्दकर्मकः अस्ति, अन्यन्त अवस्थायां वाक्यमस्ति पत्नी गीतं शृणोति इति, शुद्धवाक्यं पत्नी गीतं शृणोति इति, अत्र शृणोति इति धातु शब्दकर्मकः धातु, तस्मात् यत्र कर्मपदम् अस्ति गीतमस्ति तत् कर्मसंज्ञा प्राप्नोति, पतिः पतिः इति पत्नी इति अत्र प्रयोजककर्ता, तत्र अत्र पत्नीं भवति, पतिः पत्नीं प्रयोजककर्ता कः, प्रयोजकर्त्री का, प्रयोजककर्तृपत्नी, इदानीं शृणोति इति धातु शब्दकर्मकः धातुः इति च इति ज्ञात्वा तत्र धातोः कर्मरूपेण कर्मपदम् अस्ति गीतं, तत् तत्र एव पत्नी पत्नी पद पत्नी इति पदं कर्मसंज्ञा भवति किल गीतं गीतम् इत्यस्य कर्मसंज्ञा सर्वदा भवति तत्र क्लेशः सर्वदा भवति पत्नी इति पदं पत्नी गीतं शृणोति इति वाक्यमस्ति खलु तत्र गीतम् इत्यस्य कर्मसंज्ञा तु अस्ति एव यतोहि शृणोति इत्यस्य कर्मपदमस्ति गीतम् अतः तस्य कर्मसंज्ञा तु भवति एव तत्र विशेषः नास्ति सामान्यव्यवहारः परन्तु निजन्तप्रयोगे शृणो पतिः पत्नीं गीतं श्रावयति इति भवति तत्र किमर्थं पत्नीं पत्नी इति प्रयोजककर्ता पत्नीं भवति तत्र कर्मत्वं कर्मत्वं भवति कर्मकारकशब्दः तत्र धातुः कर्मकारकशब्दः इत्यनेन पत्नीं गीतं श्रावयति इति भवति सत्यं तर्हि तत्र श्रावयति इति धातुः इति धातोः कर्म अस्ति गीतम् इति कर्म अस्ति गीतं गीतं तु शब्दः अस्ति शब्दमेव जनयति खलु गीतम् इत्यनेन अतः श्रावी इति धातुः शब्दकर्मकः अस्ति यतोहि तस्य कर्मपदं गीतमस्ति इति कृत्वा प्रयोज्यकर्तुः कर्मसंज्ञा अत्र प्रयोज्यकर्ता अस्ति प्रयोज्यकर्त्री अस्ति पत्नी तस्य कर्मसंज्ञा भवति गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तत्पश्चात् कर्मणि द्वितीयदिने द्वितीयविभक्तिः विद्यते पत्नीं पतिः पत्नीं गीतं श्रावयति इति भवति अस्तु समीचीनम् तर्हि इदानीम् अग्रे अरुणा भगिनी गतिबुद्धिप्रत्यवसानार्थशब्दकर्म शब्दकर्म अकर्मकारणानि कर्ता सर्णौ इति सूत्रेण अकर्मकदातवः नाम येषां देशकालदि आदिभिन्नं कर्म न सम्भवति ते अकर्मकः न तु अविवक्षितकर्मणः अपि ओके अत्र सूत्रे गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकारणानि कर्ता स न इति सूत्रे अकर्मकशब्दमस्ति अकर्मकधातुः नाम येषां देशकालादिभिन्नं कर्म न सम्भवति न तु केवलं न करो न उक्तम् इति नास्ति अकर्मकदातवः केवलं क्रियाकालादिभिन्नं कर्म इति किमर्थम् उक्तम् येषां देशकालादिभिन्नं न अवगतं भगिनि देशकालादिभिन्नम् इत्युक्ते अत्र शेते इति अस्ति खलु रामः शेते तत्र शीन् धातुः कीदृशधातुः अकर्मकधातुः अत्र कर्मपदं नास्ति खलु कर्मपदं नास्ति रामः शेते इति वदामः चेत् कर्मपदं नास्ति परन्तु एतादृशसन्दर्भेषु अपि रामः शेते इति वयं वदामः चेदपि तत्र यद्यपि धातुः अकर्मकः अस्ति तथापि तत्र देशः अथवा कालवाचकः अस्ति चेत् तत्र तथापि तत्र कर्मसंज्ञा भवति देशः अथवा कालवाचकः अस्ति चेत् यद्यपि धातुः अकर्मकः तथापि देशवाचकः अथवा कालवाचकः अस्ति चेत् तत्र कर्मपदं सम्भवति देशवाचकस्य कालवाचकस्य इदानीं रामः शेते इति वदामः चेत् अत्र कालवाचकः शब्दम् अत्र उपयुज्य वाक्यं वदतु नववादने रामः नववादने शेते इति वयं सामान्यतया वयं वदामः तत्र अधिकरणरूपेण वयं वदामः परन्तु तादृशकालवाचकस्य कर्मसंज्ञा भवितुमर्हति अतः रामः नववादनं शेते इति वक्तुं शक्यते रामः देशादिभिन्नं उदाहरणं किं भवति भारतदेशे शेते वा न न देश देशकालादिभिन्नकर्म न सम्भवति इत्युक्ते शेते इति वयं वदामः चेत् रामः शेते तत्र कर्मपदमेव न सम्भवति देशकालभिन्नादिकर्म न सम्भवति तत्र खलु रामः शेते इति वदामः चेत् तत्र कर्म नास्ति परन्तु तत्र देशवाचकस्य वयं तत्र प्रयोगं कुर्मः चेत् तत्र वाक्यं कथं भवति अधः देश उपरि अधः एवं वा स्थलं वा देश इत्युक्ते स्थलं ओ ओ कटे रामः रामे रामः कटे कथं शायति वा शेते न न इत्युक्ते इत्युक्ते तत्र इत्युक्ते पश्यतु रामः दिल्लीनगरं शेते वक्तुं शक्नुमः रामः दिल्लीनगरं शेते रामः भारतं शेते इति तत्र देशवाचकशब्दः अस्ति देशवाचकशब्दः अस्ति तादृशदेशवाचकशब्दः अस्ति चेत् तस्य कर्मसंज्ञा भवति तान् विहाय देशवाचकशब्दानां शब्दान् विहाय कालवाचकशब्दान् विहाय अन्य कोऽपि कर्मपदं न सम्भवति तादृशधातुः अकर्मकः स्वभावतः अकर्मकः यथा शीङ् इति धातुः स्वभावतः अकर्मकः अस्ति वृक्षः वर्धते इति वदामः चेत् वृद्ध धातुः स्वभावतः अकर्मकः अस्ति देशवाचकः कालवाचकः इति तं विहाय कर्मपदं न सम्भवति अतः तादृशधातुः अकर्मकः परन्तु इदानीम् अहं वदामि रामः गच्छति इति वदामि अत्र कर्मपदम् अस्ति वा नास्ति वा नास्ति भवितुं शक्यते भवितुं शक्यते खलु कर्मपदं तत्र भवितुं शक्यते परन्तु कर्मपदं नास्ति मम विवक्षा नास्ति कर्मपदं तत्र भवेत् इति मम विवक्षा नास्ति अतः वदामि रामः गच्छति अत्र अकर्मकप्रयोगः अस्ति यतोहि अविवक्षितकर्म अस्ति तत्र अकर्मकप्रयोगः अस्ति धातुः अकर्मकः नास्ति यतोहि गम् धातुः सकर्मकः अस्ति अकर्मकः नास्ति परन्तु मम विवक्षा अकर्मकप्रयोगः इति विवक्षा अस्ति अतः अहं वदामि रामः गच्छति अतः इदानीम् एतादृशस्थलेषु यत्र मम विवक्षा नास्ति तादृशदातवः अकर्मकदातवः इति न परिगण्यते गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अनिकर्ता सनौ इति सूत्रे यः अकर्मकः इति शब्दः अस्ति तस्य एतादृशधातूनां परिगणना नास्ति यत्र विवक्षातः कर्मपदं न स्वीक्रियते यथा गम् मूलतः धातु सकर्मकः अस्ति तादृशधातूनां ग्रहणं नास्ति अत्र अत्र केवलं स्वभावतः ये धातवः अकर्मकाः सन्ति तेषाम् एव ग्रहणम् अवगतम् अस्तु अवगतम् अस्तु तर्हि इदानीं उदाहरणं पठतु तत् रामः गच्छति इति उदाहरणे रामः ग्रामं गच्छति इति सामान्यतः गच्छति इति वदामः चेत् तत्र सकर्मकः धातु अस्ति गमनात् सकर्मकः भगिनी न श्रूयते भगिनि सर्वेषां कृते वा अधुना श्रूयते न श्रूयते वा भगिनि इदानीं श्रूयते इदानीं श्रूयते वदतु हा तत्र रामः गच्छति इत्यस्मिन् उदाहरणे गम् धातु सकर्मकः अस्ति न तत्र अकर्मकः इति वक्तुं शक्यते वा यदि कर्म न विवक्षितः अस्ति तत्र तु अकर्मकः वक्तुं सामान्यतः सामान्यरूपे तदेव मया उक्तं तदेव मया उक्तं गम् धातुः मूलतः सकर्मकः अस्ति परन्तु अकर्मकप्रयोगः शक्यते अकर्मकप्रयोगः शक्यते अतः गम् धातुः अकर्मकः इति मया न उक्तं मया उक्तं यदा गम् धातोः अकर्मकप्रयोगः क्रियते यदा कर्मणः विवक्षा नास्ति तदानीम् अकर्मकप्रयोगः सम्भवति यथा रामः गच्छति इति अकर्मकप्रयोगः एतादृशसन्दर्भेषु गम् धातुः अत्र गतिबुद्धि इत्यस्मिन् सूत्रे न स्वीक्रियते यतोहि धातुः सकर्मकः अस्तु इदानीं विनय महोदय वदतु आं भगिनि, कौशल्य रामं शाययति, अतः अत्र प्रयोज्य कर्ता रामस्ति. कौशल्य प्रयोजक अस्ति, अतः धातु शी धातु अस्ति. शी धातु वयं जानीमः अकर्मकधातुः अस्ति. शी तदनन्तरं शा भवति, तदनन्तरम् इकारस्थि इत्यादि शायति निष्पन्नः. अतः कौशल्या रामं शाययति, वयं जानीमः गतिबुद्धिप्रत्यवसानार्थशब्द शब्दकर्म अकर्मकाणाम् अणि कर्तासारणौ सूत्राधारेण अकर्मकधातुः अत्र विहितः. यदि अकर्मकधातुः विहितः तर्हि प्रयोज्यकर्ता द्वितीयकर्मणि भवति रामम्. अतः कौशल्या रामं शायति इति वाक्यं शायति, यतोहि शीं धातुः अकर्मकः अस्ति, स्वभावतः अकर्मकः. अस्तु, समीचीनं, धन्यवादः. इदानीं तत्र विजयलक्ष्मी भगिनी वदति वा? आं, नमस्ते भगिनि. नमस्कारः भगिनि. रमेशः उमां पातयति, अत्र उमा पतति इति अन्यन्तावस्थायां वाक्यं. रमेशः उमां पातयति, अत्र पतनक्रिया अकर्मकः अस्ति, अतः प्रयोज्यकर्तुः कर्मसंज्ञा भवति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासणौ इति सूत्रेण, अतः रमेशः उमां पातयति इति सिद्ध्यति. निजन्त हेतुमति च इत्यनेन अत्र रमेशः प्रयोजककर्ता भवति, उमा प्रयोज्यकर्त्री भवति. वाक्यं रमेशः उमां पातयति इति सिद्ध्यति. अकर्मकधातु पत् धातु अस्ति इति कृत्वा. समीचीनं, बहु समीचीनं. तर्हि पत् धातुः अकर्मकः, शीङ् धातुः अकर्मकः इति कथम् अस्माभिः ज्ञायते? उमा कर्ता उमा, अत्र कर्त्री उमा अस्ति. क्रिया पतति इति क्रिया उमायाः किम् उपरि एव तस्य कार्यं सिद्ध्यति इति कृत्वा अत्र भिन्न कर्म इति किमपि नास्ति. उमा एव पतति, पतनक्रियायाः कर्ता उमा एव अस्ति इति कृत्वा अकर्मकधातु इति वक्तुं शक्यते. अत्र फलं व्यापारः द्वयोः बिन्दु उमा एव, अतः अकर्मकधातु पत् धातु. सम्यक् सम्यक्. इत्युक्ते तत्र भवती उक्तवती एव, इत्युक्ते पतनक्रिया इत्युक्ते व्यापारः उमायाम् एव अस्ति, सा एव तस्यामेव क्रिया जायते, पतनक्रिया. अपि च पतनक्रियायाः फलं किं? दुःखं. उमायामेव अस्ति. एवमेव शीन् धातुः शयनक्रियायाः व्यापारः तस्य फलं द्वयोः रामः एव प्राप्नोति इति कृत्वा रामः एव शयनक्रियायाः ओरिजिनेटर्, अपि च रामः एव शयनं करोति इति कृत्वा शेते धातोः शीङ् धातुः अकर्मकधातु. रामः एव शयनं करोति इति क्रिया तस्मिन् अस्ति. फलं किं? सुखं प्राप्नोति अथवा रेस्ट्, श्रान्तः भवति चेत् विश्रामं प्राप्नोति. तस्य फलमपि रामः एव प्राप्नोति इति कृत्वा शीङ् धातु अकर्मकः अस्ति. सम्यक् सम्यक्. अहं वदामि वा महोदय? अस्तु अग्रिमं वदतु. माता वृद्धम् उपवेशयति. विश्वधातुः अकर्मकः अस्ति. अन्यन्त अवस्थायां वाक्यमस्ति वृद्धः उपविशति. अत्र माता इति प्रयोजककर्त्री, वृद्धा अत्र कर्मसंज्ञा भूत्वा अत्र वृद्धं वृद्धा एव अत्र वृद्धः एव अत्र व्यापारः अपि भवति. अनन्तरं तत्र सा एव उपविशति. अत्र फलं तस्याः कृते एव भवति. अत्र अनन्तरं किं वक्तव्यं महोदय? तावदेव खलु. तत्र धातुः अकर्मकः, विश्वधातुः अकर्मकः इति कथं ज्ञातवती? विश्वधातु अत्र अत्र विश्वधातु अकर्मकः एव खलु महोदय? अत्र विश्वधातु उप इति उपसर्गम् एव इति अकर्मकः एव इति कथं ज्ञातवती? अत्र वृद्धः एव उपसर्गपूर्वकः, उपसर्गपूर्वकः विश्वधातु. उपसर्गपूर्वकः विश्वधातुः अनन्तरं तिप् योजनेन कथं ज्ञातवती? अत्र वृद्धः एव अत्र व्यापारः तस्याः कृते एव भवति. अनन्तरं फलं तस्याः सा एव एतत् अनुभवति. अनन्तरम् अत्र विश्वधातुः तस्याः कृते तस्याः इति नास्ति, तस्य वृद्धः वृद्धः आमां पुल्लिङ्गपदम् अस्तु. तस्य कृते एव अत्र भवति. तस्य कृते इति न वक्तव्यं, तस्य कृते इति न वक्तव्यं. कृते इति वदामः चेत् अत्र सर्वत्र कर्तुः कृते एव फलं भवति, अतः कृते इति न वदतु. अत्र कथं वक्तव्यम् इति चेत् उपवेशनक्रिया अपि वृद्धे एव अस्ति, उपवेशनक्रियायाः फलम् अपि वृद्धे एव अस्ति. अधिकरणं समानं, फलव्यापारयोः अधिकरणं समानम्. अतः वृद्धस्य कृते इति नास्ति, वृद्धे एव क्रिया अपि अस्ति, व्यापारः अपि अस्ति. अतः व्यापारः एव तत्र भिन्नम् अधिकरणं नास्ति. रामः गृहं गच्छति इति वयं वदामः चेत् गमनक्रिया रामे अस्ति, रामः एव क्रियां करोति, परन्तु फलं कुत्र अस्ति? गृहे अस्ति इति कृत्वा तत्र अधिकरणं भिन्नम्. अतः धातुः सकर्मकः, गम् धातुः सकर्मकः, परन्तु अकर्मकः इत्युक्ते तत्र फलव्यापारं द्वयमपि एकस्मिन्नेव अधिकरणे भवति. आम् आं महोदय, समीचीनतया अवगतं मया. अधिकरणे अत्र वृद्धः एव अत्र व्यापारः अपि अस्ति, फलमपि सः एव अत्र अनुभूयति. अतः अकर्मकः विश्वधातुः अत्र अकर्मकः भवति, उपसर्गपूर्वकः विश्वधातुः अकर्मकः. आम् महोदय, समीचीनं, धन्यवादः. इदानीम् अग्रे कः अस्ति तत्र? सुमन् भगिनी वदति वा? प्रयत्नं करोमि भगिनि. देवदत्तः यज्ञदत्तं मासम् आसयति. आसयति इत्युक्ते आस्यते वा? अन्यन्तव्यवस्थायाम् आस्यते इति भवति वा? न, आस्ते आस् उपवेशने आस्ते. क्षम्यता, आस्ते आस्ते आसाते आसते इति आस्ते. अस्तु, अन्यतवसायं वाक्यं कथं भवति? यज्ञदत्तः आस्ते इति भवति. पुनः एकनिमिषं, लास्ट् पेज्, क्षम्यता. यज्ञदत्तः आस्ते इति भवति वा? तावदेव भवति वा? अत्र वाक्यं किम् अस्ति? ओ, यज्ञदत्तः मासम् आस्ते. इदानीम् आस्धातुः अकर्मकः सकर्मकः वा? इदानीम् अहं चिन्तयामि अकर्मक अस्ति, यतोहि एतत्तु मासं कालं सूचयति खलु. सम्यक्, तर्हि यज्ञदत्तः मासम् आस्ते इति वाक्ये आस्धातुः अकर्मकः एव, परन्तु कर्मपदं दृश्यते खलु, मासमिति कर्मपदं दृश्यते खलु इति चेत् मासमिति तत्र कालवाचकः अस्ति. कालवाचकस्य अकर्मकधातुः अस्ति चेदपि कालवाचकस्य कर्मसंज्ञा भवति. अतः कालवाचकस्य कालवाचकपदम् अपि च देशवाचकपदम् एतौ विहाय अन्यकर्मपदं यत्र न सम्भवति. आस्धातोः कर्मपदम् अकर्मकः इति किमर्थम् उक्तम् आस्धातुः? यतोहि व्यापारः अपि च फलं यज्ञदत्ते एव भवति. सत्यम्, आस् इति उपवेशनक्रिया, उपवेशनक्रिया यज्ञदत्ते एव अस्ति, उपवेशनक्रियायाः फलं यज्ञदत्ते एव अस्ति इति कृत्वा आसातुः अकर्मकः, यद्यपि कर्मपदं दृश्यते, कर्मपदं तु कालवाचकः अस्ति, मासम् अस्ति. तर्हि इदानीं इदानीं तु मासम् आस्ते इति वक्तुं शक्नुमः, मासे आस्ते अपि वक्तुं शक्नुमः किम्? मासे आस्ते इति अत्र अर्थः कः? ओ न, मासे न, क्षम्यतां, तत्र मासम् आस्ते, अस्तु, सम्यक्, किन्तु दिल्लीनगरे आस्ते इति वक्तुं शक्नुमः किल? अत्र विवक्षानुगुणम् इत्युक्ते दिल्लीनगरे वसति इति वदति चेत् अत्र अधिकरणरूपेण वक्तुमिच्छति इति कृत्वा दिल्लीनगरे वदसति इति वदति. तत्र अपि देशमेव सूचयति खलु? देशमेव सूचयति, अधिकरणरूपेण अपि वक्तुं शक्यते. न्यन्तवस्थायां वाक्यम् इदानीम् अतः यतो कर्मपदम् दृश्यते, मासं तु कर्मपदं नास्ति, अथवा देशकालादि भिन्नं कर्मपदं नास्ति, अतः आस्धातु अकर्मकधातु, अतः इदानीं यज्ञदत्तम् इति द्वितीयाविभक्त्यां भवति. देवदत्तः यज्ञदत्तं मासम् आसयति. समीचीनं, तर्हि इदानीम् अग्रे शुभदवम् अग्रिमं करोति वा? आं भगिनि, नमस्कारः. देवदत्तः यज्ञदत्तं मासम् स्वापयति. अत्र अन्यन्तावस्थायां वाक्यं भवति यज्ञदत्तः मासं स्वापयति. स्वप् इति धातुः इति मन्ये, तस्य कर्तरी लटीरूपं स्वपिति इति भवति वा? स्वपिति. हा, तर्हि यज्ञदत्तः मासं स्वपिति इति अन्यन्तावस्थायां वाक्यं भवति. अत्र स्वप् इति क्षम्यताम्, स्वप् इति धातुः तस्य अकर्मकः धातुः, यतोहि तस्य फलव्यापारयोः अधिकरणं तु यज्ञदत्ते एव भवति. अतः स्वपनस्य व्यापारः अपि च स्वपनस्य स्वपनात् प्राप्तं सन्तोषः अपि यज्ञदत्ते एव वसति वर्तते इति कारणात् स्वप् इति अकर्मकः धातुः इति वक्तुं शक्यते. अतः यज्ञदत्तः मासं स्वपिति इति अन्यन्तावस्थायां वाक्यं भवति चेत् तस्य निजन्तावस्थायां देवदत्तः यज्ञदत्तं मासं स्वापयति, यतोहि गतिबुद्धिप्रत्यवसानात् शब्दकर्माकर्मकाणाम् अणि कर्तासणौ इत्यस्मिन् अकर्मकः धातुः भवति इति कृत्वा तस्य प्रयोज्य कर्तुः द्वितीया कर्मपदं भवति. अतः कर्मणि द्वितीया इत्यनेन कर्मपदं भूत्वा देवदत्तः यज्ञदत्तं मासं स्वापयति इति भवेत्. समीचीनं. तत्र वस्तुतः सम्यक् भगिनी. अत्र केवलं किं वक्तुमिच्छामि इति चेत् तत्र एकं वार्तिकमस्ति. वस्तुतः अकर्मकधातुभिर्योगे देशः, कालः, भावः, गन्तव्योत्वा च कर्मसंज्ञकम् इति वाच्यम्. इत्युक्ते अकर्मकधातोः योगे देशवाचकस्य, कालवाचकस्य, अनन्तरं तत्र गन्तव्यवाचकस्य, अनन्तरं मार्गवाचकस्य, एतेषां कर्मसंज्ञा भवति इत्युक्तम्. अत्र देशवाचकस्य उदाहरणमस्ति कुरून् स्वपिति इति. कुरून् इति देशः अस्ति. कुरून् स्वपिति इति उक्त्वा तत्र कुरून् इति तत्र कर्मपदमस्ति. कुरून् स्वपिति सामान्यतः देशवाचकस्य बहुवचने एव प्रयोगः भवति. कुरून् इति सम्यक् न श्रुतवती, पुनः वदतु कृपया. न, तत्र वार्तिकमस्ति. वार्तिकम् अकर्मकधातुभिर्योगे देशः, कालः, भावः, गन्तव्योद्वाच कर्मसंज्ञकम् इति वाच्यम्. इत्युक्ते अकर्मकधातोः योगे देशवाचकस्य, कालवाचकस्य, अनन्तरं गन्तव्यवाचकस्य, मार्गवाचकस्य इत्येषां कर्मसंज्ञा भवति. अत्र उदाहरणार्थं देशवाचकस्य कुरून् स्वपिति, रामः कुरून् स्वपिति इति वदति. कुरून् इति देशवाचकः. स्वधातुः यद्यपि अकर्मकः अस्ति तथापि तत्र कुरून् इति तत्र देशवाचकस्य कर्मसंज्ञा भवति, द्वितीयविभक्तिः भवति. एवमेव मासमास्ते इति कालवाचकः अस्ति, तत्तु अस्माभिः दृष्टं कालवाचकस्य. इत्युक्ते कदा तत्र कर्मसंज्ञा भवति, सर्वदा भवति वा इति चेत् अन्यकारकाणाम् अविवक्षायां भवति. यदि अधिकरणकारकस्य विवक्षा अस्ति अथवा अपादानकारकस्य विवक्षा अस्ति चेत् तदानीं तु न भवति, तदानीं तु द्वितीयविभक्तिः न भवति. परन्तु अन्यकारकाणाम् अविवक्षायाम् अत्र कर्मसंज्ञा भवति, द्वितीयविभक्तिः भवति. इति अत्र किञ्चित् विषयान्तरमस्ति, परन्तु केवलमेवमेव वदामि. तत्र अग्रे अस्ति क्रोशम् इति अस्ति. क्रोशः इति मार्गवाचकः अस्ति. मार्गवाचकः अस्ति क्रोशं. क्रोशम् अस्ते इति वदामः चेत् क्रोशम् इति मार्गवाचकः अस्ति. मेजर् आफ़् डिस्टेन्स्, क्रोशः इति मेजर् आफ़् डिस्टेन्स्. तादृशवाचकस्य तत्र अकर्मकधातुः, आस्धातुः अकर्मकः इति कृत्वा क्रोशम् आस्ते, क्रोशम् इत्यस्य द्वितीयविभक्तिः भवति. कर्मसंज्ञा द्वितीयविभक्तिः. अन्यकारकाणाम् अविवक्षायाम् अन्यकारकस्य विवक्षा अस्ति चेत् क्रोशे अस्ति इति तादृशं किमपि वक्तुं शक्यते, परन्तु तादृशविवक्षा नास्ति चेत् अत्र कर्मसंज्ञा द्वितीयविभक्तिः भवति वार्तिकेन. अस्तु, तर्हि इदानीम् अग्रे अत्र अग्रिम उदाहरणमस्ति, देवदत्तः यज्ञदत्तं क्रोशम् आसयति. अत्र महान् भेदः नास्ति, यथा पूर्वम् उक्तं मासमासयति, अत्र क्रोशम् आसयति इति क्रोशमिति यद्यपि धातुः आस् धातुः अकर्मकः, क्रोशम् इति कालवाचकः नास्ति, देशवाचकः नास्ति, परन्तु मार्गवाचकः अस्ति, मार्गवाचकः अस्ति इति कृत्वा क्रोशम् आसयति. एवमेव क्रोशं स्वपिति क्रोशं शाययति इति सर्वत्र देशवाचकः कालवाचकः गन्तव्यत्वः इत्युक्ते तत्र मार्गवाचकः अस्ति चेत् तेषां कर्मसंज्ञा भवति. इदानीं प्रेषयामि. धन्यवादः भगिनि. तत्र वाक्यस्य अर्थस्य अन्वयः तु न प्राप्तं भगिनि. देवदत्तः यज्ञदत्तं क्रोशम् आसयति, आसयति इत्युक्ते उपवेशयति इति अर्थे भवति. तर्हि क्रोशं यज्ञदत्तं क्रोशम् उपवेशयति, तस्य सम्यक् अर्थं न अवगतं भगिनि अर्थं. क्षम्यताम्. इति शास्त्रीयप्रयोगः अस्ति. इदानीं शाययति इति उदाहरणं स्वीकृत्य अहं वदामि, सम्यक्तया अवगमनं भवति. इत्युक्ते यज्ञदत्तः क्रोशं शेते इत्युक्ते तत्र ते कुत्रचित् ते गच्छन् अस्ति, यज्ञदत्तः कुत्रचित् गच्छन् अस्ति, तत्र क्रोशयोजनापर्यन्तं सः शयनं कृतवान् इत्यर्थः. क्रोशयोजनापर्यन्तं तत्र कार्याने सः गच्छन् अस्ति इति चिन्तयतु. तत्र क्रोशयोजनापर्यन्तं सः शयनं कृतवान्. इदानीं निजन्तवाक्यमस्ति चेत् देवदत्तः प्रेरयति, सः शयनं कृतवान्, क्रोशयोजनापर्यन्तं सः शयनं कृतवान् इत्यर्थः. एवमेव आसयति इत्यत्रापि तथैव, क्रोशयोजनापर्यन्तं सः उपवेशनक्रियां कृतवान्. सः उपवेशनक्रियां कृतवान् इत्युक्ते तावत्पर्यन्तं हि साट् फार् टु कवर् डिस्टेन्स् आफ् मैल्, हि साट् फार् टु दट् एक्स्टेण्ट् अदेव कवरिङ्ग् अ मैल् युवर् सिटिङ्ग्. एण्ड् देवदत्त मोटिवेटेड् टु सिट्. ओके, अस्तु अस्तु भगिनि, धन्यवादः, अवगतम्. अस्तु, तर्हि इदानीम् अवशिष्टदातवः इति तत्र कः वंशी भगिनी पठतु. भगिनी सम्यक् श्रूयते वा? श्रूयते, श्रूयते. मम ध्वनिः श्रूयते वा? सम्यक् अस्ति भगिनी, सम्यक् नास्ति. अस्तु, अवशिष्टदातवः. सः देवदत्तेन ओदनं पाठयति. अस्मिन् वाक्ये देवदत्तः यः कर्ता अस्ति, अन्यन्तावस्थायां सः कर्मसंज्ञा न प्राप्नोति. ण्यन्तावस्थायां न प्राप्नोति ण्यन्तावस्थायां, यतोहि पच् धातु गत्यर्थकः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्मकः अपि नास्ति, अकर्मकः अपि नास्ति. देवदत्तः यः प्रयोज्यकर्ता अस्ति, सः अनुक्तः इति कृत्वा सः तृतीया विभक्तिं प्राप्नोति कर्तृकरणयो तृतीया इति सूत्रेण. अर्थात् देवदत्तः इति प्रयोज्यकर्ता तिङ् प्रत्ययेन अनुक्तः इति कृत्वा अनुक्ते देवदत्तः तृतीयां प्राप्नोति कर्तृकरणयो तृतीया इति सूत्रेण. अत्र उदाहरणमस्ति, सः देवदत्तेन ओदनं पाठयति. तत्र अन्यन्तावस्थायां देवदत्तः ओदनं पचति इति अस्ति, अन्यन्तावस्थायां सः देवदत्तेन ओदनं पाचयति इति अस्ति. तत्र तु सः देवदत्तं प्रेरयति पचनक्रिया कर्तुम्, पचनक्रिया कर्तुं तत्र प्रेरणा ददाति. तत्र तु पच् धातु गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्मकः अपि नास्ति, अकर्मकः अपि नास्ति. तेन कारणेन पच् धातु पाचयति इति निजन्तरूपमस्ति, यत्र निजन्तरूपमस्ति गतिपत्तिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अनिकर्तासर्णौ इति सूत्रस्य प्रवृत्तिः नास्ति. तेन कारणेन देवदत्तः इति कर्मत्वं न प्राप्नोति. यत्र कर्मत्वं न प्राप्नोति तत्र अनुक्तः अस्ति. तेन कारणेन तत्र कर्तुकर्णयो तृतीयादिसूत्रेण तत्र देवदत्तः तृतीया विभक्ति तत्र अनुक्तः देवदत्तः अस्ति, तत्र कर्ता अस्ति, अतः तेन कारणेन तत्र तृतीया विभक्ति प्राप्नोति. कर्तुकर्णयो तृतीयादिसूत्रेण तत्र देवदत्तेन इति भवति, अतः तत्र सः देवदत्तेन. ओदनं तु सामान्यकर्म अस्ति, पञ्चधातुतः यत्र सामान्यकर्म अस्ति ओदनम् अस्ति, पाचयति इति अन्तिमरूपं भवति. समीचीनं. तत्र पाचय इति धातुः विशेषः नास्ति, प्रयोजकर्तुः तृतीयव्यवस्थि एव भवति, देवदत्तेन इति भवति, न तु देवदत्तं. अस्तु तर्हि तर्हि अग्रे अरविन्द महोदय. माता पित्रा पुत्राय धनं दापयति, पिताय पिता पुत्राय धनं ददाति इति वाक्यम् अन्यन्तावस्थाय. अत्र दापयति ददाति इति तत्र धनं ददाति, पुत्राय धनं ददाति इति अन्यन्तावस्थायामस्ति. तत्र श्रूयते माता तत्र पुत्राय माता पुत्राय धनं ददाति इति तत्र अस्ति. दापि इति धातुः कीदृशः इति चिन्तनीयम्. आम् दापि इति सकर्मकधातुः अस्ति, सकर्मकः अस्ति, अपि च गत्यर्थकः अस्ति वा? गति प्रत्यवस्थानमपि नास्ति, शब्दकर्मकः अपि नास्ति, शब्दकर्मकः अपि नास्ति इति कृत्वा गतिबुद्धि प्रत्यवस्थानार्थः अस्ति कर्म. तत्र सूत्रस्य कार्यं न भवति, तत्र प्रसक्तिः अस्ति इति कृत्वा पुत्रा पिता पुत्राय ददाति. तत्र पिता इति पित्रा इति तृतीया भवति, तत्र भवति. माता इति दापयति इति क्रियापदस्य कर्ता भवति. कर्णत्वेन पिता इति तृतीया भवति वा? कर्तृकरणयोः तृतीयत्वेन न, कर्तुः कर्तृकरणयोः तृतीयत्वेन कर्तृत्वेन तृतीया, न तु कर्णत्वेन. माता इति कर्तृत्व अस्ति न तत्र? अत्र तु कर्ता द्वयं भवति खलु, अत्र कर्ता द्वयं भवति. प्रयोज्य तत्र प्रेरणार्थे यत्र निजन्तव्यापारः अस्ति तत्र कर्ता द्वयं भवति, माता इति प्रयोजककर्ता, पिता इति प्रयोज्यकर्ता. अत्र करणं नास्ति, कर्ता एव, कर्तुः एव तृतीयाविभक्तिः भवति. पित्रा इति कर्तुः तृतीयाविभक्तिः भवति, यतोहि गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अत्र प्रयोजकर्तु कर्मत्वं न प्राप्यते, यतोहि धातुः तादृशः नास्ति. अतः पिता इत्यस्य तृतीयाविभक्तिः भवति कर्तृकरणयोस्तृतीया इत्यनेन, कर्ता इति कृत्वा, प्रयोज्यकर्ता इति कृत्वा तृतीयाविभक्तिः. पित्रा पश्यति चेत् अन्यन्तावस्थायां वाक्यं यथा अस्ति पुत्राय धनं सर्वं तत्र समानमेव, तत्र विभक्तेः परिवर्तनं कुत्रापि नास्ति, केवलं प्रयोज्यकर्तुः एव विभक्तिः परिवर्तते, अन्येषां विभक्तिः एव तिष्ठति. धनं सर्वं समानं प्रयोज्यकर्तुः प्रथमाभक्तिः माता अत्र दापयति इति क्रियापदं निजन्तक्रियापदम् पिता इति प्रयोज्यकर्ता तर्हि इदानीं प्रयोज्यकर्तुः का विभक्तिः इति एव प्रश्नः अन्येषां विषये क्लेशः एव नास्ति अन्यन्तावस्थायां यथा वाक्यमस्ति तथैव वाक्यं भवति अन्यन्तावस्थायां सर्वेषां पदानां विभक्तिः तथैव भवति प्रयोजककर्तुः सर्वदा प्रथमविभक्तिः एव भवति कर्तरि प्रयोगे अतः तत्र कुत्रापि क्लेशः नास्ति केवलं क्लेशः कुत्र इति चेत् प्रयोजकर्तुः का विभक्तिः इत्येव क्लेशः कुत्रचित् तृतीया भवति कुत्रचित् द्वितीया भवति तावदेव कुत्र तृतीया कुत्र द्वितीया इत्येव अस्माकं विचारः अन्यत्र सर्वत्र कुत्रापि क्लेशः नास्ति प्रयोजकर्तुः सर्वदा प्रथमविभक्तिः यदि गतिवृत्तिप्रत्यवसानात् साक्षी इति सूत्रं कार्यं करोति चेत् द्वितीया भवति नो चेत् तृतीया भवति तावदेव तावदेव अन्येषां पदानां समानविभक्तिः भवति यथा अन्यन्तवस्थायाम् अन्यन्तवस्थायां यथा विभक्तिः भवति तथैव अन्यन्तवस्थायां विभक्तिः भवति केवलं क्रियापदस्य परिवर्तनं भवति निजन्तक्रियापदं भवति प्रयोजककर्तुः प्रथमाविभक्तिः भवति इदानीं प्रयोज्यकर्तुः का विभक्तिः इत्येव प्रश्नः कुत्रचित् तृतीया भवति कुत्रचित् द्वितीया भवति कुत्र द्वितीया इति चेत् गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण सर्वसंज्ञा प्राप्यते चेत् द्वितीया भवति नो चेत् अन्यत्र सर्वत्र तृतीया एव भवति अस्तु मीना भगिनी अग्रे पिता पुत्रेण कन्दुकं क्रापयति अन्यन्त्यवस्थायां वाक्यमस्ति पुत्रः कन्दुकं क्रीणाति अत्र शुद्धवाक्यं पुत्रः कन्दुकं क्रीणाति इति क्रीणाति इति गत्यर्थकधातुः वा बुद्ध्यर्थकः वा प्रत्यवसानार्थकः वा शब्दर्थकः वा कर्मकः वा नास्ति तस्मात् गतिबुद्धिप्रत्यवसानसूत्रं प्रसक्तिः नास्ति तस्मात् तत्र प्रयोजककर्ता पुत्रः इति ञन्त अवस्थायाम् अनुक्तमस्ति तस्मात् तृतीया यत्र अनुक्तं तत्र पुत्रे क्रापयति इति प्रत्ययेन अनुक्तमस्ति तस्मात् तृतीया विभक्ति प्राप्नोति कर्तृकरणयोग तृतीया इति सूत्रेण क्रापयति क्रापयति इति क्रिञ्ज् धातु वा क्रिञ्ज् धातु क्रीणाति इति अस्ति क्री इति धातुः अस्ति खलु क्री क्री तत् अचोन्यति इति सूत्रेण क्रैञ्ज् भवति तदनन्तरम् आत्वं किमर्थं भवति तत्र क्राप् सूत्रमस्ति सूत्रं तदेव वयं पठामः प्रेरणार्थनिशि सूत्राणि सन्ति तदेव जीन् क्रीणां नौ इति किमपि सूत्रमस्ति तत्र तेन सूत्रेण पुगागमः भवति तेन सूत्रेण आत्वं भवति आत्वं भवति भवति क्रै इत्यत्र आत्वं भूत्वा क्रा इति आकारान्तः भवति यदा आकारान्तः भवति तदानीम् अर्ति ह्रीलि रिक्नु ईष्माया तं पुग्नौ इत्येन पुगागमः भूत्वा क्रापि इति धातुः भवति अरुणा भगिनि किं भगिनि पठतु किं पठामि भगिनि विशेषः नन्त्यवस्थायां यः प्रयोजककर्ता तस्य कर्मसंज्ञा न भवति गतिबुद्धिप्रत्ययवसानशब्दकर्मकर्मकाणामणि कर्ता सनौ इति सूत्रेण यतोहि सः अन्यन्त अवस्थायां कर्ता नास्ति प्रयोजकर्तति सर्वत्र सामान्यतया गतिबुद्धिप्रत्यवसानार्थसूत्रेण प्रयोजककर्ता प्रथमाविभक्ति भवति सत्यम् परन्तु इदानीं तादृशप्रयोजककर्ता यदि तादृशप्रयोजकर्ता प्रयोज्यकर्ता भवति अन्यस्मिन् वाक्ये, इदानीं चिन्तयतु प्रथमस्तरे एकः प्रयोज्यकर्ता अस्ति, एकः प्रयोजककर्ता अस्ति, सः प्रयोजककर्ता, इदानीं द्वितीयवाक्ये प्रयोज्यकर्ता इति चिन्तयतु, तदानीं तादृशप्रयोजकर्तुः द्वितीयविभक्तिः भवति वा इति प्रश्नः. अन्यन्तवस्था प्रयोजककर्ता तस्य कर्मसमयः न भवति दीर्घसूत्रेण इति किमर्थमस्ति चेत् अन्यस्तावस्थायां सः कर्ता नास्ति. इत्युक्ते यत्र शुद्धधातुः अस्ति अन्यन्तावस्थायां यः कर्ता अस्ति तस्य एव ण्यन्तावस्थायां कर्मसंज्ञा भवति. यदि कर्ता प्रयोजककर्ता अस्ति तर्हि सः तु कर्ता नास्ति, अन्यन्तावस्थायां कर्ता नास्ति खलु, सः तु ण्यन्तावस्थायामेव कर्ता इति कृत्वा तादृशप्रयोजककर्तुः कर्मत्वं न भवति. इदानीं तत्र उदाहरणं पश्यतु. यदि वयं वदामः रामः देवदत्तेन यज्ञदत्तं गमयति, अत्र गमयति इति निजन्तरूपमस्ति इति अहं मन्ये. अस्मिन् वाक्ये अन्यन्तवस्थायां वाक्यं केवलं कथं भवति? यज्ञदत्तः गमयति, गच्छति, यज्ञदत्तः गच्छति, उत्तमं, गच्छति, यज्ञदत्तः गच्छति, यज्ञदत्तः गच्छति. तर्हि प्रथमस्तरे वाक्यं निजन्तवाक्यं कथं भवति? देवदत्तेन यज्ञदत्तं गमयति. न इदानीं देवदत्तः प्रयोजककर्ता, यज्ञदत्तः प्रयोज्यकर्ता, गमयति इति निजन्तपदम्, तर्हि वाक्यं कथं भवति? देवदत्तः प्रयोजककर्ता, यज्ञदत्तः प्रयोज्यकर्ता. ओ, प्रयोज्यकर्ता, प्रयोज्यकर्ता अस्ति चेत् द्वितीय गमय गम धातु सकर्मकः, परन्तु गतिबुद्धि सूत्रे अनुसृत्य कर्मसंज्ञा भवति, अत्र कर्ता न भवति. तर्हि दत्तं प्रयोजककर्ता कः? देवदत्त. देवदत्तः इत्यस्य का विभक्तिः? तृतीयविभक्ति देवदत्तः. देवदत्तः प्रयोजककर्ता खलु, तस्य का विभक्तिः भवेत्? तृतीया तेन यज्ञदत्तं गमयति. किं पुनः वदतु? देवदत्तेन यज्ञदत्तं गमयति. न, तत्तु तृतीयवाक्यमस्ति. तत्तु तृतीयवाक्यमस्ति. द्वितीयवाक्यं किम्? देवदत्तः यज्ञदत्तं गमयति. गमयति देवदत्तः यज्ञदत्तं गमयति. पश्यतु अरुणभगिनी, प्रथमम् अन्यन्तवस्थायां यज्ञदत्तः गच्छति. आं भगिनि, स्वयं सः गच्छति, तत्र क्लेशः नास्ति. इदानीं यज्ञदत्त इस् मोटिवेटिङ्ग् न देवदत्त इस् मोटिवेटिङ्ग् यज्ञदत्त इति सेकेण्ड् वाक्यम्. ओके, तर्हि तत्र प्रयोजककर्ता अस्ति देवदत्तः, यज्ञदत्तः प्रयोज्यकर्ता. तर्हि तत्र वयं वदामः देवदत्तः यज्ञदत्तं गमयति, यतोहि गम् धातुः गत्यर्थकः. इदानीं पुनः अन्यः अस्ति रामः इति कश्चन, सः इदानीं देवदत्तं प्रेरयति. भवान् प्रेरयतु यज्ञदत्तम् इति कृत्वा रामः देवदत्तं प्रेरयति, देवदत्तः यज्ञदत्तं प्रेरयति इति तृतीयस्तरः अस्ति. इदानीं रामः प्रयोजककर्ता, देवदत्तः प्रयोज्यकर्ता, तर्हि वाक्यं कथं भवति? अत्र गतिबुद्धि इति सूत्रेण देवदत्तः कर्मसंज्ञा न भवति, रामः एव. किमर्थम्? अन्य पुरुषः अस्ति एव देवदत्ता अपि प्रेरय रामः प्रेरयति देवदत्त एतावता यदुक्तं सम्यक् देवदत्तः इत्यस्य कर्मसंज्ञा न भवति इति उक्तं सम्यक्, किमर्थं न भवति इति पुनः वदतु। ओके, देवदत्तः अन्यन्त अवस्थायां कर्ता नास्ति इति अस्ति, उत्तमम्। अन्यन्तरस्थायां कर्ता नास्ति सः इति कृत्वा तस्य कर्मसंज्ञा न भवति, अतः तृतीयाविभक्तिः एव भवति, खलु? आम्, अवगतं खलु? आम्, अवगतं भगिनि। इत्युक्ते तत्र स्तरद्वयमस्ति, अन्यन्तावस्थायां प्रथमस्तरे एकः प्रयोज्यकर्ता, पुनः द्वितीयस्तरे अन्यः प्रयोज्यकर्ता इति एवं तत्र स्तरद्वयम् अस्ति इति कृत्वा तत्र प्रत्येकस्मिन् स्तरे प्रयोज्यकर्तुः कर्मत्वं भवति इति नास्ति। अस्तु, समीचीनं। तर्हि इदानीं विजयलक्ष्मी भगिनी पठतु। आं भगिनी, पठामि। यः कर्ता केवलम् अस्मिन् वाक्ये ततः एव खलु, अस्मिन् वाक्ये प्रश्नः भवति ततः, ओ ततः अस्मिन् वाक्ये प्रश्नः भवति किमर्थं देवदत्त इति शब्दस्य कर्मत्वं नास्ति इति। समाधानम् अस्ति यत् देवदत्तः अन्यन्त अवस्थायां कर्ता नासीत् इति कृत्वा न्यन्तावस्थायां तस्य गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण कर्मसंज्ञा न विधीयते। यः अन्यन्त अवस्थायां कर्ता अस्ति तस्य एव कर्मसंज्ञा भवति न्यन्तावस्थायाम्। इदानीम् एतदेव वयं चर्चितवन्तः, यतोहि गम् धातोः कार्यं तु यज्ञदत्तः एव करोति, सः गमनक्रियायाः कर्ता तु यज्ञदत्तः अस्ति प्रथमः, अतः तस्य कर्मसंज्ञा भवति अनेन सूत्रेण। परन्तु देवदत्तः स्वयं तु न गच्छति, अतः तस्य कर्मसंज्ञा कदापि न भवति, तस्य तृतीया विभक्ति एव भवति। रामः देवदत्तेन यज्ञदत्तं गमयति इति एव वाक्यं शुद्धम्। सम्यक्, अग्रे पठतु। यः कर्ता केवलं न्यन्तावस्थायां कर्ता अस्ति तस्य कर्मसंज्ञा न भवति द्वितीये न्यन्तवाक्ये, अतः एव सूत्रे अणि इति शब्दस्य ग्रहणम् अस्ति। देवदत्तः यः प्रयोज्यकर्ता अस्ति, रामः देवदत्तेन यज्ञदत्तं गमयति इति वाक्ये सः अनुक्तः अस्ति इति कृत्वा सः तृतीया विभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया इति सूत्रेण, न तु कर्मसंज्ञा गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण। सत्यं, यतोहि देवदत्तः कर्मसंज्ञा न प्राप्नोति, अणि इत्युक्ते यदा न्यन्तावस्था नास्ति तदा यः कार्यं करोति तस्य एव द्वितीया विभक्ति, सोरि, तस्य एव कर्मसंज्ञा भवति गतिबुद्धि इति सूत्रेण, यतोहि अत्र गमनक्रिया अस्ति इति कृत्वा। देवदत्तः तु कदापि गमनक्रियायाः कर्ता नास्ति अत्र, अतः तस्य तु कर्तृकरणयोस्तृतीया इति सूत्रेण कर्तृसंज्ञा एव भवति। सत्यं, कर्तृकरणयोस्तृतीया इत्यनेन तृतीया विभक्ति भवति। आम्, प्रथमावस्था यज्ञदत्तः गच्छति, द्वितीयावस्था तत्तु ण्यन्तावस्था इति, तत्र देवदत्तः यज्ञदत्तं गमयति, तृतीयावस्था तत्रापि ण्यन्तावस्था, तत्र रामः देवदत्तेन यज्ञदत्तं गमयति, अत्र प्रेरकः बहवः सन्ति, कार्यम् एकमेव करोति. एवं रीत्या इतोपि वयं योजयितुं शक्नुमः. चिन्तयतु कथं भवति, इदानीं कृष्णः अन्यः अस्ति, कृष्णः रामेण देवदत्तेन यज्ञदत्तं गमयति, एवं रीत्या वयं योजयितुं शक्नुमः. चैनीस् सीक्रेट् फैनलि किं भवति इति कोऽपि न जानाति. सूक्ष्मरूपं स्वीकरोति. अस्तु, इदानीं तत्र सूत्रार्थः कः, उदाहरणानि कथं भवन्ति इति अस्माभिः तत्र सर्वं दृष्टम्. इदानीं तत्र गतिबुद्धिप्रत्यापनार्थ इति सूत्रे कतिचन वार्तिकानि सन्ति, यतोहि वार्तिकेन अपवादः उच्यते. सर्वत्र कर्मसंज्ञा भवति अनेन सूत्रेण इति नास्ति, केषुचित् स्थलेषु कर्मसंज्ञा न भवति, तदर्थं वार्तिकानां ज्ञानमपि अपेक्षितम्. यदि सम्पूर्णतया वार्तिकानां ज्ञानं नास्ति तर्हि तत्र सर्वत्र सूत्रस्य कार्यं कुत्र भवति कुत्र न भवति इति वयं ज्ञातुं न शक्नुमः. इति कृत्वा वार्तिकानाम् अध्ययनमपि आवश्यकम् इति कृत्वा वयं पठामः. तर्हि इदानीं कः, विनयमहोदय पठति वा? आं भगिनि, वार्तिकानि एतावता कति बुद्धिप्रत्यवसानार्थशब्द अकर्मकाणाम् अणीकर्तासौ इति सूत्रस्य कार्यं कथं भवति इति अस्माभिः चर्चितम्. सम्प्रति अस्य सूत्रस्य सम्बन्धवार्तिकानां चर्चा भविष्यते. प्रथमवार्तिक अस्ति नी वह्योर्न इति वार्तिकम्, अर्थात् नी अपि च वः धातवः अण्यन्त्यवस्थायां यः कर्ता सः अण्यन्त्यवस्थायां कर्मसंज्ञा न प्राप्नोति. यद्यपि एतौ धातौ धातुगत्यर्थकौ स्तः तथापि अनेन वार्तिकेन तयोः कर्मसंज्ञाविधानस्य निषेधः क्रियते. अतः अण्यन्तवस्थायाम् अनयोधात्वोः योगे प्रयोज्यकर्तुः कर्मसंज्ञा बाधित्वा अनुक्ते कर्तरि तृतीया भवति, तृतीयभक्ति भवति कर्तृकर्णो कर्णयोः तृतीया इति सूत्रेण. एतत् वार्तिकं गतिबुद्धिप्रत्यवसानार्थ अकर्मकाणाम् अणिकर्तासणौ इति सूत्रं निषेधयति. अत्र प्रथमवार्तकम् अस्ति धातु आधारेण, नी धातु अस्ति अपि च वः धातु अस्ति. अत्र गतिबुद्धि इति सूत्रस्य प्रसङ्गः अस्ति अत्र. हा, गतिबुद्धि प्रसङ्गः केवलम् अस्ति यथा नीधातु नीधातु नयति भवति और वह धातु वाहयति भवति, तर्हि कोऽपि क्रिया भवति गतिसमान. नाय यदि नयति भवति तर्हि कोऽपि किमर्थं नायति, तत्र कोऽपि प्रेरणा अस्ति, वहति अपि प्रेरणा न न तावत् सर्वं वक्तव्यम् इति नास्ति, केवलं वक्तव्यं गत्यर्थकः अस्ति इति वक्तव्यं तावदेव. नीधातुः गत्यर्थकः अस्ति, वह धातुः अपि गत्यर्थकः अस्ति इति कृत्वा गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वं भविष्यति, परन्तु तन्नैष्यते. गतिबुद्धि एकक्षणं, गतिबुद्धिप्रत्यवसानार्थ शब्द अकर्मक भवन्ति, परन्तु अत्र अस्ति नी अपि च वह धातु. तर्हि वह धातु अपि च निधातु अत्र कुत्र कुत्र विहिता गति बुद्धि प्रत्यवसान शब्द अर्थात गति नास्ति बुद्धि नास्ति गतिः अस्ति खलु नीधातुः गत्यर्थकः अस्ति गतिः नास्ति नीधातुः गत्यर्थकः अस्ति तर्हि कोऽपि चिन्ता नास्ति यदि अहं कुत्र अपि पठामि दि अपि च वः गत्यर्थकधातवः अस्ति तर्हि कोऽपि चिन्ता नास्ति तर्हि परन्तु नि वः केवलम् अहं कुत्र अत्र केवलं नि वः अन्य कपल धातुः अपि अस्ति कृषवः नि ह्रि कृषवः परन्तु तत्र अन्यविषयः परन्तु नि अपि च वः धातु गत्यर्थक भवन्ति परन्तु निवयोर्ण इति वार्तिकस्य निषेधः अस्ति उदाहरणम् अस्ति देवदत्तः भित्तेन भारं नायति यदि बहु समीचीनम् तत्र नीधातुः वग्धातुः यद्यपि धातुद्वयमपि गत्यर्थकधातु एव तत्र सामान्यतया किं भवति इति चेत् गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण अनयोः योगे प्रयोजकर्तुः कर्मत्वं भवति परन्तु तद् न इष्यते तदर्थं वार्तिकम् उक्तमस्ति नीवह्योर्न इत्युक्ते यः कर्मसंज्ञा प्राप्ता अस्ति तस्याः निषेधः इत्युक्ते अत्र प्रयोजकर्तुः कर्मसंज्ञा न भवति इति उक्तं नीवह्योर्न इति इत्युक्ते नीधातुः वधातुः अनयोः योगे प्रयोजकर्तुः कर्मसंज्ञा न भवति कर्मसंज्ञा न भवति चेत् कर्तृसंज्ञा एव तिष्ठति कर्तृसंज्ञा तिष्ठति चेत् कर्तृकरणयोः तृतीया इति सूत्रेण तृतीयाविभक्तिः एव भवति अस्तु उदाहरणं वदतु कति उदाहरणमस्ति देवदत्तः द्वित्वेन भारं नायति परन्तु पूर्ववस्थायाम् यदि वयं गतिबुद्धि मतः स्वीकरणं कर्तुम् इच्छामि तर्हि देवदत्त भित्यं भारं नायति वाक्यं तर्हि देवदत्त भित्यं भारं नायति परन्तु अन्यन्त क्षम्यताम् अन्यन्तवृथात् भित्यः भारं नयति भित्यः भारं नयति भित्यः भारं नयति अन्यन्त अणि अवस्थायाम् अत्र लिखिता अहं केवलं पठामि भित्यः कर्मकरः यः प्रयोजकर्ता अस्ति सः गतिबुद्धिः सूत्र इति सूत्रेण कर्मसंज्ञा प्राप्नोति परन्तु तस्याः निषेधः क्रियते निवर्यो इति वार्तकेन अतः स कर्मत्वम् अप्राप्य तृतीया विभक्ति प्राप्नोति कर्तृकर्मणो तृतीया इति सूत्रेण सम्यक् तर्हि तत्र देवदत्तः भृत्येन भारं नायति इति भवति इत्युक्ते यद्यपि नीधातुः गत्यर्थकः तर्हि सामान्यतया तत्र भृत्यः भारं नयति इति वाक्यमस्ति अन्यन्तावस्थायां तर्हि न्यन्तावस्थायां वाक्यं कथं यदि नीवह्योर्न इति वार्तिकं नास्ति चेत् वाक्यं कथं भवति सुमन् भगिनी वदतु हरि ओम् मां पृष्टवती किं भगिनि आम् आं सुमन् भगिनी भवत्येव खलु न न सम्यक् न श्रुतवती भगिनी. अस्तु अस्तु, नास्ति चिन्ता, वदतु. प्रश्नः कः इदानीं? नी वह्योर् न इति वार्तिकं नास्ति चेत् वाक्यं कथं भवति? देवदत्तः भृत्यं भारं नाययति, अपि च देवदत्त भृत्यं भारं वाहयति. सम्यक्. तर्हि तत्र इदं वार्तिकं नास्ति चेत् तत्र भृत्यः इति प्रयोजकर्तुः कर्मत्वं भविष्यति, परन्तु तथा न भवति अत्र. यतोहि नी वह्योर्न इति अनयोः धातोः योगे कर्मसंज्ञा न भवति इति कृत्वा अत्र देवदत्तः भृत्येन भारं नायति. इत्युक्ते अत्र चिन्तनीयः विषयः, अत्र प्रयोगे एतादृशवाक्यमस्ति, परन्तु कथम् एतादृशप्रयोगः आगतः इति विचित्रः अस्ति. किमर्थम् एतादृशप्रयोगः आगतः इति कुत्रचित् ग्रन्थेषु चर्चा अस्ति वा इति तत्र अन्वेषणीयम् अस्ति. यतोहि किमर्थं केवलं नी धातुः धातुः अस्ति चेत् तत्र प्रयोजकर्तुः कर्मत्वं न भवति, तत्र कः क्लेशः इति चिन्तनमस्ति वा कस्यचित्? किमर्थमेवम्? अत्रापि कर्मत्वं भवतु, देवदत्तः भृत्यं भारं नायति इति भवतु, किमर्थं नी धातुः वः धातुः एवम् उच्यते? नी धातुः तु द्विकर्मकः अस्ति. अत्र तु इतोपि एकं कर्म अपि भवितुम् अर्हति. तत्र लीडर् इत्यपि भवति खलु भगिनी? इत्यपि अस्ति न, लीडर् इत्यस्मिन् अर्थे अस्ति चेत् तत्र तु भिन्नवार्ता. अत्र गत्यर्थकः इति न स्वीकुर्मः खलु? तत्र गत्यर्थकः न भवति. एवमेव वहति इत्यस्यापि अर्थः भिन्न अर्थः अपि अस्ति खलु? भारं वहति इत्यत्र वह धातु, अनन्तरं गङ्गा वहति तत्रापि वह धातु, तत्र तु तत्रापि गत्यर्थकः एव. तत्तु भिन्नवार्ता, परन्तु अत्र किमर्थं तत्र नी धातुः वह धातुः एव स्वीकृत्य एवम् उक्तम् इति अत्र चिन्तनीयः विषयः अस्ति. उत्तरं न लब्धम्, प्रायः चिन्तनीयम् इतोपि किमर्थम् एवमस्ति इति विचारः करणीयः. तत्र किमपि कार्यं भवति भगिनि? कार्यं कारितं भवति, अतः नयनस्य वा वहनस्य वा कार्यं कारितं भवति. तत्र नयनस्य वा वहनस्य वा कार्यं किमपि करोति, अतः केन कार्यं कृतम् इति दर्शयितुं तृतीया भवेत् इति मम विचारः. क्षम्यतां, किं भगिनि? गच्छति इति वदति चेत् रामः नगरं गच्छति, देवदत्तः रामं नगरं गमयति इति वदति चेत् अत्रापि कार्यं कारयति खलु रामः? अत्रापि कारयति, तत्र भेदः कः? उभयत्र कारयति एव खलु? उभयत्र प्रेरणारूपव्यापारः तु तत्र कर्म भवति. अत्र किमर्थं कर्म न भवति? किमपि कर्मणः प्रयोजनं भवति तत्र? किं नयति, किं वहति इति, भारं नयति इति, अथवा परन्तु गमधातु भवति चेत् किं भवति, किं गमति इति न भवति. तत्र गन्तव्यस्थानम् अस्ति इति कृत्वा तस्य द्वितीया विभक्तिः भवति, यथा किमपि वार्तिकं भवत्या उक्तम्. अत्र तु किमपि आब्जेक्ट्, किमपि वस्तु अस्ति, तस्य वहनं वा नयनं वा भवति इति कृत्वा, किमपि तादृशं किमपि कार्यं भवति इति कृत्वा, तत् कार्यं कोऽपि करोति अथवा तत् कार्यं केनापि कारितम्, अतः मम चिन्तनं जस्ट् रेण्डम् चिन्तनीयं चिन्तनीयं चिन्तनीयं सम्यक् चिन्तनीयं तत्र इतोपि चिन्तनीयम् अत्र इतोपि चिन्तयित्वा करणरूपेण प्रयोगः करोति इति भासते खलु भृत्यः भृत्येन इत्युपि एतत् इति करणरूपेण अस्ति चेत् तत्र किमर्थं निजन्तव्यापारः इदानीं करणरूपेण प्रयोगः अस्ति चेत् तस्य अन्यन्तवस्थायवाक्यं कथं भवति अन्यन्तवस्थायमपि करणमेव स्यात् खलु करणरूपेण अस्ति चेत् नीतमिति भवेत् भृत्येन भारं नीतमिति न भृत्येन भारं नीतमिति करणरूपं किमर्थं तत्र नीतमिति किमर्थम् आनीतं तदेव अतः करणरूपेण नास्ति कर्तृरूपेण एव तत्र भृत्येन भारं नयति इत्यपि वक्तुं शक्यते खलु रामः भृत्येन भारं नयति इति वदामः चेत् तत्र भृत्यः करणरूपेण अस्ति तत्र परन्तु अत्र तादृशविचारः नास्ति करणरूपेण विचारः नास्ति सः कर्ता अस्ति सः कार्यं करोति अस्तु यत्किमपि भवतु वयम् अग्रे गच्छामः एवमेव भगिनी भवती उक्तवती नी धातु द्विकर्मकः तत्र वाक्यं वदति किं यत्र कर्मपदं द्वयं भवति भगिनी वदतु वाक्यं क्षम्यतां पुनः वदतु भगिनी नीधातु द्विकर्मकः एकं वाक्यं वदतु नीधातुं स्वीकृत्य रामः नयति इति भवति रामः पुस्तकं नयति इति भवति द्विकर्मकः रामः द्विकर्मकः अस्ति किल तत्र रामः अजां ग्रामं नयति तथा एव वह धातु एव खलु वह धातु विकर्मक आम् रावणः सीतां लङ्कानगरीं वहति सम्यक् भवदतु अपि द्विकर्मकः अस्ति सत्यम् अतः द्विकर्मकः इत्यस्य अनेन सह कश्चन सम्बन्धः भवेत् सम्बन्धः भवेत् इत्युक्ते यत्र कर्मद्वयं भवति अस्यापि कर्म अस्ति चेत् अत्र कर्मत्रयं भवति इति कृत्वा क्लेशः भवति इति कृत्वा प्रायः तथा इति किमपि तत्र सम्बन्धः स्यात् द्विकर्मकः इति कृत्वा सम्बन्धः स्यात् इति मया चिन्तितं प्रायः तथा स्यात् यतोहि इदानीं तत्र कर्मद्वयं प्रथमतया वाक्ये एव कर्मद्वयम् अस्ति तदानीं प्रयोजकर्तुम् इत्यपि कर्म अस्ति चेत् तदानीं क्लेशः भवति तदानीं कश्चन क्लेशः उदेति कर्मत्रयम् अस्ति चेत् वाक्ये तत्र प्रधानकर्म किं गौणकर्म किं प्रयोजककर्म किम् इति ज्ञातुं क्लेशः भवति कश्चन क्लेशः भवति तदर्थं वाक्यं इदानीं मया उक्तं रामः अजां नगरं नयति इति किमपि उक्तं खलु तादृशवाक्यं यत्र कर्मद्वयम् अस्ति तत् स्वीकृत्य ण्यन्तवस्थायां वाक्यं कथं भवति इति विचिन्त्य वदन्तु गृहपाठरूपेण गृहपाठरूपेण वदन्तु तर्हि तादृशकर्मद्वयम् अस्ति चेत् वाक्ये क्लेशः अनुभूयते वा न वा इदानीं नी बह्योर्न इति वार्तिकमेव नास्ति इति चिन्तयन्तु नी बह्योर्न इति वार्तिकमेव नास्ति धातुद्वयमपि द्विकर्मकः तर्हि कर्मद्वयं भवति तर्हि इदानीं कर्तरिप्रयोगे गतिबुद्धिप्रत्यवसानार्थम् इति सूत्रेणापि कर्मसंज्ञा भवति चेत् कर्मत्रयं भवति तदानीं वाक्यं कथं भवति अर्थावगमः कथं भवति इति एकवारं गृहपाठरूपेण वाक्यानि रचयन्तु तत्र देवदत्तः वृत्तेन भारं वाहयति, देवदत्तः वृत्तेन भारं नायति इति उभयत्र वृत्त्यः इति प्रयोजकर्तुः कर्मसंज्ञा न भवति, निषिद्धः अस्ति. कर्मसंज्ञा प्राप्ता अस्ति गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण, तस्य निषेधः क्रियते नीवह्योर्न इति वार्तिकेन. कोऽपि संशयः अस्ति वा? चिन्तयित्वा वदामि अग्रिमः. अस्तु अस्तु अस्तु, तर्हि अत्र स्थगयामः. इतोपि वार्तिकानि सन्ति, अग्रिमसप्ताहे वयं पठिष्यामः. अत्र स्थगयामः इदानीं. नी वह्योर्न इति तावत्पर्यन्तं प्राप्तम्. अस्तु महोदय, धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.